अस्तु, तर्हि अस्माकं विषयः अस्ति सतिसप्तमी. अत्र च रूपत्रयं प्रयुज्यते. एकमस्ति क्तान्तस्य, अपरस्य च क्तवतु, क्तवत्वन्तस्य, पुनः अन्ते शत्रन्तस्य. अत्र च क्तप्रत्ययः नित्यं भूतकालार्थे, क्तवतु अपि तथा, शत्रप्रत्ययः विद्यमानार्थे, वर्तमानार्थे, यथा अस्माभिः उक्तं गते सप्ताहे. तत्र प्रत्ययस्य अर्थः द्रष्टव्यः अस्ति. सम्पूर्णवाक्यं भूतकाले भवितुमर्हति, भविष्यत्काले अपि भवितुमर्हति, किन्तु त्रिषु अपि परिस्थितिषु, नाम क्तान्तप्रयोगः अस्ति चेदपि तत्र सम्पूर्णवाक्यं भूतकाले भूते भवितुमर्हति, भूतकाले, वर्तमानकाले, भविष्यत्काले, किन्तु प्रत्ययस्य अर्थः अस्ति भूतकाले. अपि च क्तवतु तथा. अनन्तरं शत्रप्रत्ययः वस्तुतः वर्तमानकालार्थे तस्य वैशिष्ट्यमस्ति यद् भविष्यते अपि भवति, सनच् अपि तथा, किन्तु साधारणतया वर्तमाने एव. अस्तु, नूतनतया पद्मा भगिनी अस्ति, अन्य कोऽपि? नमस्कारः महोदय, अहं मेहुल अस्मि. मेहुल महोदय, अस्तु, का सरला भगिनी? हा, सरला भगिनी अस्ति, हा, जानामि. अस्तु, पद्मा भगिनी, हा, तर्हि अभ्यासः साधितः क्तान्तप्रयोगे अपि च क्तवत्वन्तप्रयोगे. इदानीं शत्रन्त अभ्यासः आरब्धः गते सप्ताहे, अस्य समाप्तिः भवतु इदानीं. तर्हि इदानीम् अष्टादशशततमे पुटे अभ्यासः अस्ति. तत्र पुनः पश्येम, यथा अस्माभिः दृष्टुं गते सप्ताहे, यत् शत्रन्तप्रयोगः नित्यं कर्त्रार्थे अस्ति, शानजन्तप्रयोगः कर्त्रार्थे अपि भवति, कर्मणि अर्थे अपि भवति इति वैशिष्ट्यम्. अस्तु, तर्हि उदाहरणं किं लिखितमस्ति? अन्य कोऽपि आगतवान् वा इदानीं? पुष्पा भगिनी. अस्तु, पुष्पा भगिनी अस्ति, समीचीनं. तर्हि मेहुल महोदय पठति वा? अभ्यासः वा? आमां, यथा. मम पार्श्वे पुस्तकं नास्ति अधुना. पुस्तकं नास्ति, अस्तु, अद्य पुस्तकं न भविष्यति इति वा? कथं वा? अस्तु, सङ्गणकमस्ति चेत् पी डि एफ़् डौन्लोड् कर्तुं शक्नोति. आम्, एकनिमिषं, सङ्गणके गच्छामि अतः आरम्भं करोमि. महोदय, वाक्यानि, हा हा हा, वाक्यानि, हा वाक्यानि तत्र, हा, गृहपाठः अपि अस्ति. धन्यवादः, किञ्चित् शृणुमः, बहु समीचीनं भविष्यति. एकवाक्यं लिखामि, एकं वाक्यं. यदा पाठं पठन् आसीत् तदा निद्रा आगता. मे पाठं पठति सति निद्रा आगता. पुनः वदतु. मे पाठं, मया न, मे पाठं पठति सति. मे माने, मे इत्युक्ते मे, पुनः वाक्यं वदतु. यदा पाठं पठन् अस्ति आसीत् तदा निद्रा आगता. मे मीन् मै मै सेल्फ् न अहम् इत्यस्य सप्तमी किं सप्तमी न मया न मयि मयि मयि ओ मयि मयि पाठं पठति सति निद्रा आगता. इदानीं पुनः अन्तिमवारं मयि पाठं पठति सति निद्रा आगता. बहु सम्यक् अस्ति, बहु सम्यक् अस्ति. अस्तु महोदय, तत्र तत्र श्रीलिङ्गे भवति खलु पठन्. सत्यं सत्यं सत्यं. धन्यवादः भगिनि. सत्यं भवती महिला खलु, वदतु तर्हि. पुष्पा भगिनि, अवगतम् अवगतं महोदय, म्यूट् अस्ति, अवगतं. पठन्ति पठन्ति न न किन्तु अत्र सम्पूर्णतया वक्तव्यमस्ति. अत्र सप्तमी पाठं पठन्ति सति न न तथा नास्ति, तथा नास्ति. राजेन्द्रमहोदय किञ्चित् सहायं करोतु. महोदय, अत्र पठन्त्याम् अस्ति अत्र. पठन्त्यां, धन्यवादः. पुनः वदतु भगिनि. मयि पाठं पठन्त्याम् अस्ति निद्रा आगता. पठत्यां पठत्याम् अनन्तरं पठत्यां सति न सति इति न तदपि स्त्रियां सत्यां सत्यां सत्यां पठत्यां सत्यां निद्रा आगता. अस्तु, सम्यक् अस्ति. अस्तु तर्हि इदानीं लक्ष्मी भगिनी वदति वा. आं महोदय, अत्र साधारणवाक्यं वदामि वा अथवा सतिसप्तम सप्तम्यां वदामि वा. अस्तु, आरम्भे तत्र साधारणं यदा तदा उक्त्वा सतिसप्तमी वदतु. यदा अहं पाठं पाठयितुं पाठ्यपुस्तकम् उद्घाटितवती तदा छात्राः तूष्णीं स्थित्वा पाठं श्रोतुम् उद्युक्तवन्तः. अत्र अस्मिन् वाक्ये अन्यानि पदानि अपि सन्ति, परन्तु सतिसप्तम्यां वाक्यमस्ति. मयि पाठ्यपुस्तकम् उद्घाटितवत्यां सत्यां छात्राः पाठं श्रोतुम् उद्युक्तवन्तः. तावत् प्रत्ययं योजयित्वा. सम्यक् सम्यक्. उद्युक्तः उद्युक्तवान् साधारणप्रयोगः नास्ति, किन्तु प्रायः सम्यक्. उद्युक्तः उद्युक्तः उद्युक्तः प्रायः कृतान्तरूपम् अस्ति. अस्तु तर्हि जगन्नाथमहोदय वदतु. महोदय, अत्र उद्युक्तवान् उद्युक्तवन्तः तावत् न अहं वदामि. यद् उद्युक्तः कृतान्तरूपम् अस्ति चेत् तर्हि उद्युक्तवान् उद्युक्तवन्तः सम्यक् एव. क्तवतु इति बुद्धं मया. साधारणतया उद्युक्ताः इति कृतान्तप्रयोगः उपयुज्यते अस्माभिः, किन्तु तत्र क्तवतु प्रायः सम्यक् स्यात् इति मन्ये. जगन्नाथमहोदय अग्रे. रामे स्वस्य वाक्यं वा पुस्तकस्य वाक्यं वा? स्वस्य स्वस्य रामे लङ्कां गमने सति रावणो भीतवान्. पुनः वदतु कृपया. रामे लङ्कां गमने सति रावणो भीतवान्. गमने गमनमिति ल्यूट् गम्यमाने सति गम्यमाने सति न गम्यमानः तत्र गम्यमानः इति कीदृशरूपमस्ति? पुनः वाक्यं वदतु. ओके, ओ तर्हि रामेण लङ्कां गम्यमाने सति रावणो भीतवान्. पुनः वदतु, अत्र सम्यक्तया न चिन्तितं. नाम अत्र नाम गम्यमान इति रूपं सम्यक् अस्ति, तत्र कीदृशमस्ति, कीदृशरूपमस्ति? कीदृशशानच् कर्मणि शानच् भवति. तर्हि कर्मणि शानच् अस्ति चेत् तत्र सा यदा तदा इति वदतु. यदा रामः यदा रामेण लङ्कां गम्यते. न गम्यमान लङ्का इति नाम अस्ति वा? नाम लङ्का इति प्रथमविभक्तौ स्त्रीलिङ्गे इति स्वीकुर्मः वा? न ओ लङ्का रामेण लङ्का देश इति वदतु. लङ्का देश रामेण यदा रामेण लङ्कादेशः गम्यम यदा रामेण लङ्कादेशः गमयति इति किं? तत्र यद् भवान् वक्तुम् इष्टवान् तदेव वदतु, गम्यमान इति अस्य उपयोगं कृत्वा. अस्तु यदा रामेण लङ्कां गम्यमाने तदा इति इदानीं सती सप्तमी इति त्यजतु. तर्हि इदानीं सामान्यवाक्यं यदा तदा, यदा रामः यदा रामेण इति सम्यक् अस्ति. अत्र कर्मणि शानच् अस्ति. यदा रामेण लङ्कादेशः गम्यते तदा गम्यते तदा रावणः भीतवान्. न भीतम् अत्र गम्यते इति वर्तमानकाले इदानीं भवान् वदति. आम् गम्यते स्म गम्यते स्म तदा रावणः भीतवान्. किन्तु अत्र गम्यमान इति गम्यमान इति वदतु भोः. गम्यमान इति वक्तुम् तत्र विवक्षा अस्ति खलु? आम् तर्हि वदतु शीघ्रमेव, इदानीं बहु समयः अस्ति अस्मिन्. अस्तु यदा रावणः रामेण लङ्कादेशः तर्हि गम्यमान इति वदतु. लङ्कादेशः गम्यमानः तदा रावणः भीः वा रावणः तदा रावणः भीः वर्तमानकाले एव भवति. यदा रामेण लङ्कादेशः गम्यमानः आसीत् अस्तु तदा रावणः रावणो भीतवान्. इदानीं सति सप्तमी करोतु. अस्तु रामेण लङ्कादेशः गम्यमाने न इदानीं क्रियाश्रयः कः? क्रियाश्रयः लङ्कागमनं. क्रियाश्रयः इति क्रियायाः आश्रयः कुत्रचित् क्रियायाः आश्रयः कुत्रचित् कर्तृपदमस्ति, कुत्रचित् कर्मपदमस्ति खलु? अत्र किं कर्तृपदं कर्मपदं वा? कर्मपदं यस्य क्रियाश्रयः तस्य सप्तमी. लङ्कादेशगमनं यः क्रियाशयः, क्षम्यतां, यः क्रियाशयः तस्य सत्त्वे. अत्र लङ्कादेशः इति कर्मणिप्रयोगः अस्ति खलु? आम्. तर्हि लङ्कादेशः इति क्रियाशयः अस्ति. आम्, रामेण लङ्कादेश गम्यमाने सति. न, एकनिमेषः. अत्र सतिसप्तमी इति यदा तदा इत्यस्य स्थाने तत्र क्रियाश्रयस्य सप्तमीभक्त्यन्तं रूपं भवति, अपि च विशेषणत्वेन क्तव तत्र क्तवति उक्त शानच् अथवा इत्यस्य सप्तमी भवति यदा तदा इत्यस्मिन् अर्थे. क्रियाश्रयः अत्र कर्मपदम् रामेण लङ्कादेशे गम्यमाने सति रावणः भीतवान्. हा, बहु समीचीनमस्ति. अवगतं वा? आम् आम् अवगतम्. इदानीं बहु सम्यक् अस्ति किन्तु. अस्तु, तर्हि अग्रे अग्रे अन्यत् सरला भगिनी वदतु. बालाः प्रतिदिनं क्रीडन्तः तदा स्पर्धां कृताम्. सम्यक् न श्रूयते, पुनः वदतु. बालाः प्रतिदिनं क्रीडन्तः तदा स्पर्धां कृताम्. तदा स्पर्धा ते स्पर्धां कृताम्. ते स्पर्धां कृताम् स्पर्धां किं जितां जितां जिदातु जित स्पर्धा भवति स्त्रीलिङ्गं सो जितां ते स्पर्धां जितां जायते आम् न तत् स्पर्धा स्पर्धां तत्र जयति जयति इत्यत्र प्रथमतया हा प्रायः सकर्मकः स्यात् किन्तु क्तान्तप्रयोगः अत्र सकर्मकः अस्ति चेत् कर्तरि न भवति, अकर्मकः अस्ति चेदपि अथवा गत्यार्थकः अस्ति अथवा अकर्मकः अस्ति चेत् अत्र न गत्यार्थकः न वा अकर्मकः. जीदातुः सकर्मकः अस्ति वा इति द्रष्टव्यमस्ति. प्रायः जीदातुः सकर्मकः स्यात् किन्तु तत्र तान्तप्रयोगः न भवति तर्हि. अस्तु अस्तु, इदानीं पुनः वदतु. यदा बाला प्रतिदिनं क्रीडन्तः तदा ते स्पर्धां जितवन्तः. इदानीं सति सप्तमी. बालेषु क्रीडसु प्रतिदिनं सत्सु ते स्पर्धां जितवन्तः. अस्तु, समीचीनमस्ति. इदानीं विद्या भगिनी अग्रे. शत्रुप्रयोगः वा महोदय? किमिति शत्रु वा शानज् वा किं यत्किम् अस्माभिः सर्वम् उक्तमस्ति. इदानीं यत्किमपि मिश्रितव्यासः प्रवर्तमानः अस्ति. अस्तु, छात्राः पाठम् अधीयानाः प्राचार्यः प्रकोष्ठं प्रविष्टवान् इति मूलवाक्यम्. अत्र सतिसप्तमीप्रयोगः छात्रेषु पाठम् अधीयानेषु प्राचार्यः प्रकोष्ठं प्रविष्टवान्. अस्तु, सम्यक् अस्ति. अनन्तरं राजीभगिनी वदतु. अत्र किञ्चित् तत्र बोधयतु, अत्र किमस्ति विद्याभगिनी? अधीयानः इति अत्र अधि उपसर्गपूर्वकः इङ् इति धातुः तत्र अध्ययनार्थे अस्ति. अतः यदा छात्रेषु पाठं पठन्तः इति पठन्तः अस्तु, अग्रे राजी भगिनी. यदा नरेन्द्रमोदी महोदयः मञ्चके आगतवान् तदा जनाः घोषणां कृतवन्तः. जनाः किं कृतवन्तः? घोषणं कृतवन्तः. अस्तु, घोषणं नरेन्द्रमोदीमहोदये मञ्चके आगतवती सति जनाः घोषणं कृतवन्तः. न, पुनः वदतु. नरेन्द्रमोदीमहोदये मञ्चके आगतवती सति कस्य सप्तमी अत्र भवति? क्रियाश्रयस्य सप्तमीभक्ति कथम् अत्र? क्रियाश्रयः कः? क्रियायाः आश्रयः नरेन्द्रमोदीमहोदयः. अस्तु, अपि च कर्मपदम्? अत्र कर्मपदं किम्? कर्मपदं मञ्चके, मञ्चकं कर्मपदं, मञ्चके आगतवती. अस्तु, कर्मपदमिति. अस्तु अस्तु, न तत्र आगमनं ज्ञापकक्रिया, क्रियायाः आश्रयः नरेन्द्रमोदी. प्रश्नः अस्ति यत् मञ्चकम् इति कर्मपदं तत्र गमधातोः, तत्र मञ्च कर्मपदरूपेण स्वीकुर्मः चेत् तत्र दोषपूर्णवाक्यमस्ति, कर्मपदमिति वा दोषः भवति वा? यदि गमनक्रिया वयं अकर्मकधातु स्वीक न अकर्मकः इति नास्ति, सकर्मकः अस्ति एव. पुनः वदतु. नरेन्द्रमोदीमहोदये मञ्चकम् आगतवती सति हा इति. ओ, नरेन्द्रमोदीमहोदये मञ्चकम् आगतवती सति जनाः घोषणं कृतवन्तः. इदानीं सम्यक् अस्ति. एकमपि वार्ता वाक्यं वदामि अहं. यदा गृहे सर्वे निद्रां कृतवन्तः तदा चोरः प्रविष्टवान्. गृहे सर्वेषु निद्रां कृतवत्सु सत्सु चोरः प्रविष्टवान्. हा अस्तु, बहु सम्यक् अस्ति, सम्यक् अस्ति. अस्तु, सुब्रह्मण्यं तत्र वदति वा? आं महोदय, इदानीम् अत्र शानज् उपयोगं कृत्वा, पूजा प्रवर्तमाना अस्ति, अतिथयः सम्भाषणं कुर्वन्ति. पूजायां प्रवर्तमानायाम् अतिथयः सम्भाषणं कुर्वन्ति. समीचीनमस्ति. अन्य कोऽपि अस्ति वा? इदानीं बालसुब्रह्मण्यं वदतु. भवतु, यदा शङ्करः कनकदारस्तवं गीतवान् तदा स्वर्ण आमलकानि बहूनि आकाशात् पतितवन्तः. सामान्यरूपं सुचिसप्तमी, शङ्करे कनकदारस्तवं गीतवती सति स्वर्ण आमलकानि बहूनि आकाशात् पतितवन्तः. अस्तु, सम्यक् अस्ति. पद्मा भगिनी. यदि अनिलः मूलवाक्यं, यदा अनिलः उद्यानवनं विहारं गच्छत् तदा पुनः वदतु. यदा अनिलः उद्यानवनं विहारं गच्छत् तदा विहारं गच्छत्. अस्तु, विहारं किं? कीदृशरूपम् अस्ति? शत्र वदति वा? शत्रुशानज्. अनन्तरं मित्रं मिलिता. न, पुनः वाक्यं वदतु कृपया. यदा अनिलः उद्यानवनं विहारं गच्छत् माने कि न इत्युक्ते किं? विहारन् आसीत्. गच्छत् इति किमपि रूपं नास्ति. गच्छत् तत्र विहारन् आसीत्. विहारन् आसीत्, विहारयति इति वा? अस्तु, तदा मित्रं मिलिता. मित्रमिति मित्रेण, मित्रेण मिलिता. मिलिता इति स्त्रीलिङ्गे वा? मिलितवान् मिलितवान् अस्तु पुनः वदतु इदानीं सतिसप्तमी अनिले उद्यानवनं विहारयति सति मित्रेण मिलितवान् हा इदानीं विहारयति इति द्रष्टव्यमस्ति तत्र विहारयत् भवति वा विहारयति विहरति महोदय अत्र विहरति विहरन् विहरन् इति भवति विहरत् तर्हि विहरत् इति विहरति विहरति सति मित्रेण मिलितवान् अस्तु सम्यक् समीचीनमस्ति अस्तु सर्वे उक्तवन्तः वा महेन्द्रमहोदय उक्तवान् वा न महोदय अहम् एकं वाक्यं वदामि शानच् प्रत्ययन्तं कर्तरि प्रयोगे यदा सूर्यः उदयमानः भवति तदा सर्वे जनाः उत्तिष्ठन्ति सतिसप्तमी वाक्यमस्ति सूर्ये उदयमाने सर्वे जनाः उत्तिष्ठन्ति अस्तु सम्यक् अस्ति राजेन्द्रमहोदयः अस्तु वदतु शत्र प्रत्ययान्तरूपम् अस्ति साधारणवाक्यं यदा लता गृहकार्यं कुर्वन् आसीत् तदा अनुजा चलनचित्रं दृष्टा लतायां दृष्टा अनुजा चलनचित्रं दृष्टा दृष्टा इति कृतार्थप्रयोगः कर्त्री भवति वा अत्र सकामकः दृष्टातुः अत्र कर्त्रीप्रयोगी भवति वा अत्र दृष्टवती लतायां गृहकार्यं कुर्वन्त्यां सत्याम् अनुजा चलनचित्रं दृष्टवती हा हा सम्यक् अस्ति पुनः वदतु लतायां गृहकार्यं कुर्वन्त्यां सत्यां कुर्वन्ति अत्र नुमागमः न भवति पुनः वदतु कुर्वति कुर्वति भवति कुर्वन् स्त्रीलिङ्गे खलु आं कुर्वन्त्यां न नुमागमः न भवति कुर्वती कुर्वत्यां कुर्वत्यां परन्तु स्त्रीलिङ्गे कुर्वन्त्यां न भवति वा न तत्र स्त्रियां नुमागमः न भवति तत्र तत्र करोति इत्यस्मिन् ति भागात् प्राक् ओकारः अस्ति न तु अकारः इति कृत्वा नुमागमः न भवति लतायां गृहकार्यं कार्यं कुर्वती अस्ति कुर्वन्ती इति नास्ति कुर्वती पुनः वदतु लतायां गृहकार्यं कुर्वत्यां सत्याम् अनुजा चलनचित्रं दृष्टवती हा इदानीं सम्यक् अस्ति अस्तु इदानीम् अग्रे गच्छेम अभ्यासं कुर्मः तर्हि प्रथम आरम्भतः अस्य अभ्यासं कुर्मः अत्र विद्याभगिनी पठति वा यदा अस्तु महोदय एतौ उदाहरणं शत्रुशानज् प्रत्ययान्तप्रयुज्य वाक्यानि लिखत यथा यदा गोपालः गच्छन् आसीत् तदा अनुजा तस्य प्रकोष्ठं गतवती अत्र गोपाले अत्र गच्छन् इति शत्रन्तरूपमस्ति गोपालः इत्यस्य विशेषणं तस्य सतीसप्तमी प्रयोगः अत्र क्रियायाः आश्रयः अस्ति कर्ता गोपालः इति कर्ता इति कृत्वा तत्र गोपालः इत्यस्य गोपालः प्रतिध्वनिः अस्ति महोदय मम कृते तु प्रतिध्वनिः किमपि नास्ति मम कृते प्रतिध्वनिः अस्ति अहं श्रोतुं न शक्नोमि ओ एवमस्ति प्रायः कोऽपि स्पीकर् फोन् मध्ये अस्ति. स्पीकर् फोन् मध्ये कोऽपि अस्ति वा? स्पीकर् फोन् मध्ये न, किन्तु न अवगच्छामि. किन्तु न स्कैप् इति किम्, किन्तु अत्र स्पीकर् फोन् न स्यात्. अपि च मम कृते मम तु अहं तु किमपि प्रतिध्वनिं न श्रुणोमि, किमपि नास्ति. इदानीं विद्याभगिनी इदानीमपि अस्ति वा? इदानीं नास्ति महोदय. यदा यदा भवान् वदति तदा किमपि नास्ति. इदानीं सम्यक् अस्ति. इदानीं सम्यक् अस्तु. विद्याभगिनी वदतु कृपया. अस्तु, अत्र गोपाले गच्छति सति अनुजा तस्य प्रकोष्ठं गतवती. अत्र क्रियायाः आश्रयः गोपालः इति कृत्वा तस्य सप्तमीविभक्तिः, अपि च गच्छन् इति कर्तृपदस्य विशेषणं शत्रान्तरूपम् इति कृत्वा तस्यापि सप्तमीविभक्तिः. अतः गोपाले गच्छति अनुजा तस्य प्रकोष्ठं गतवती इति रूपम् इति वाक्यम्. अत्र शत्रन्तप्रयोगः कर्तृ अर्थे कर्तृर्थे भवति इति सर्वेषां मनसि भवेत् इति कृत्वा क्रियाशयः अस्ति कर्तृपदम्. अस्तु, समीचीनमस्ति. द्वितीयवाक्यं भगिनि. यदा शिक्षकः वदन् आसीत् तदा छात्रः श्रुतवन्तः. अत्र वदन् इति शत्रन्तरूपं, शिक्षकः इत्यस्य विशेषणं, शिक्षकः एव क्रियायाः आश्रयः इति कृत्वा तस्य सप्तमविभक्तिः. शिक्षके वदति सति छात्राः श्रुतवन्तः. अस्तु, सम्यक् अस्ति. अनन्तरं सुब्रह्मण्यं तत्र वदति वा? आं महोदय. यदा दिलीपः स्नानं कुर्वन् आसीत् तदा जलगमनं स्थगितम्. अत्र कुर्वन् इति क्रियापदमस्ति, तस्य आश्रयः दिलीपः. अतः सतीसप्तम्याम् अत्र दिलीपे स्नानं कुर्वति जलं गमनं स्थगितम्. बहु समीचीनमस्ति. इदानीं लक्ष्मीभगिनी अग्रे. यदा पौत्रादयः क्रीडन्तः आसन् तदा मातामही सन्तुष्टा अभवत्. अत्र पौत्रादयः क्रीडन्तः आसन्, अत्र क्रीडन्तः सत्रन्तरूपं बहुवचने अस्ति. अत्र पौत्रादयः बहुवचने अस्ति इति कृत्वा अत्र क्रियायाः आश्रयः पौत्रादयः, अतः तस्य सप्तम पौत्रादयः इत्यस्य विशेषणमेव क्रीडन्तः. अतः पदद्वयमपि सप्तम्यां भवेत्. अतः पौत्रादिषु क्रीडन्तु सत्सु मातामही सन्तुष्टा अभवत्. बहु सम्यक् अस्ति. अस्तु, अग्रे सरला भगिनी अग्रे. यदा चन्द्रः उदयमानः भवति तदा कुमुदं विकसति. अत्र चन्द्रः उदयमानः क्षानुष् प्रत्ययः अस्ति कर्तरि अर्थस्य. चन्द्रः अस्ति उदयमान क्रियापदस्य आश्रय उदयमान तस्य सति सप्तमी भवति उदयमाने चन्द्रे, चन्द्रे उदयमाने सति कुमुदं विकसति. अस्तु, सम्यक् अस्ति. महोदय, अत्र पौत्रादिषु क्रीडतासु न, अत्र क्रीडत् इति प्रातिपदिकमस्ति. क्रीडता इति किमर्थम् अत्र अत्र क्रीडन् इति तत्र प्रातिपदिकमस्ति क्रीडत्. तत्तु क्रीडत् तकारान्तशब्दः, तकारान्तशब्दः पुल्लिङ्गे शब्दनि बहुवचने क्रीडत्सु. क्रीडत्सु पूर्वतनिपूते तत्र रूपाणि सन्ति. गतवती, गतवतोः, गतवत्सु. अस्तु, समीचीनमस्ति. तर्हि इदानीं चन्द्रे उदयमानि सति इति सरलभगिनी उक्तवती खलु. अस्तु, राजीभगिनी अग्रे. यदा अग्रजा पठन्ति भवति तदा अहं क्रीडामि. अग्रजा कर्तृपदं, पठन्ति सानच् पदं, सानच् प्रत्ययपदं, क्रियायाः आश्रयः अग्रजा. न श्रूयते भगिनि. महोदय, राजि भगिनि, कथन भगिनि. अस्तु तर्हि, अस्तु पुष्पा भगिनि वदतु. किम् अभवत्? पुनः वदतु भगिनि, किमपि न श्रुतवान् श्रुतवन्तः वयं. यदा अग्रजा पठन्ती भवति तदा अहं क्रीडामि. अग्रजायाः पठन्त्याम् न एकनिमिषः, अग्रजायाः इति किमर्थम्? अग्रजा कर्तृपदं किल? हा तर्हि का विभक्तिः, विभक्तिः का विभक्ति? अग्रजा प्रथमा विभक्ति अस्तु, अस्ति अत्र. अग्रजायां सप्तमी. अग्रजायाः इति उक्तवती. अग्रजायां पठन्त्यां सत्याम् अहं क्रीडामि. हा अस्तु, समीचीनमस्ति. पठन्त्यां पठन्त् अत्र नुमागम, तत्र नुमागमः अस्ति. शत्र सर्वे पश्यन्तु, अत्र शत्र शत्रान्तरूपं यत्र अस्ति तत्र स्त्रियां अत्र पठन्ति. अत्र बालकः पठन् गच्छति, बालकी बालिका पठन्ती गच्छति. नुमागमः अत्र अस्य नाम अस्ति नुमागमः, नकारः पठन्ति इत्यस्य तकारात् प्राक्यः वर्णः नकारः, तस्य नाम अस्ति नुमागमः. कुत्र भवति नुमागमः, कुत्र न भवति इत्यस्मिन् विषये वदामः यत् लट्लकारस्य प्रथमपुरुषस्य एकवचने तिभागात् पूर्वम् अकारः अस्ति चेत् नुमागमः भवति, अकारः नास्ति चेत् नुमागमः न भवति. तर्हि यथा अत्र पठति, लट्लकारस्य प्रथमपुरुषस्य प्रथमपुरुषस्य एकवचने तत्र बालकः पठति, बालिका पठति. ति इत्यस्मात् पूर्वम् अकारः अस्ति इति कृत्वा पठति, ति इत्यस्मात् पूर्वम् अकारः अस्ति इति कृत्वा स्त्रियां शत्रन्तरूपस्य नुमागमः भवति. पठन्ति, बालिका पठन्ती गच्छति. किन्तु तत्र करोति इति रूपम् आसीत्, बालकः कार्यं करोति. तत्र करोति इति इत्यस्मात् पूर्वं कः वर्णः अस्ति? ओकारः, ओकारः न तु अकारः इति कृत्वा तत्र स्त्रियां तस्य नुमागमः किन्तु न भवति. तर्हि अत्र नुमागमः भवति. करोति इत्यस्मिन् कुर्वन्, बालकः कुर्वन् कार्यं कुर्वन् गच्छति, किन्तु बालिका कार्यं कुर्वती गच्छति. तत्र कुर्वन्ती इति नास्ति, कुर्वती. तर्हि इति नुमागमस्य विषयः. अस्तु, इदानीं जातमस्ति, अग्रे गच्छेम. तस्य कस्य आसीत्? जगन्नाथमहोदय खलु? पुष्पभगिनी किं त्वं किमिति? न न, यु काल् मै नेम् बिफोर्. न, हा जगन्नाथमहोदय अग्रे. अस्तु, यदा यूयं चलनचित्रं पश्यन्तः भवतः तदा अहं निद्रां करोमि. युष्मासु चलनचित्रं पश्यन्तिषु न अत्र अत्र प्रातिपदिकं किं पश्यन्तः इत्यस्य प्रातिपदिकं पश्यत् पश्यत् पश्यत् तकारात् शब्दः पुल्लिङ्ग् तत्र बहुवचने सप्तमी पश्यतिषु न पश्यति इति ईकारः किमर्थम् अत्र तकारात् हलन्तशब्दः अस्ति यथा भवत् भवत् शब्दः तत्र बहुवचने पश्यत्सु युष्मासु चलनचित्रं पश्यत्सु सत्सु अहं निद्रां करोमि आं समीचीनमस्ति सम्यक् अस्ति अग्रे गच्छेम इदानीं तत्र पश्यत् इति स्त्रीलिङ्गे भवति चेत् तत्र पश्यति पश्यन्तिषु पश्यन्तिषु अत्र पुल्लिङ्गे अस्ति इति कृत्वा तत्र पश्यत्सु अस्तु बालसुब्रह्मण्यं तत्र अग्रे वृक्षः कम्पमानः भवति तदा पर्णानि पतन्ति वृक्षः कम्पमानः वृक्षे कम्पमाने भवति तदा पर्णानि पतन्ति अत्र भवति इति न वृक्षे कम्पमाने तदा पर्णानि पतन्ति हा वृक्षे कम्पमाने सति सति वृक्षे कम्पमाने सति तदा तदापि न तदा अपि न वृक्षे कम्पमाने पर्णानि पतन्ति हा नाम तत्र यदा तदा अतिस्य स्थाने सत्यभि सति सप्तमी भवति अपि च सति इति विकल्पेन वृक्षे कम्पमाने सति पर्णानि पतन्ति सति नापि नापि वक्तुं शक्नुमः न कापि चिन्ता अस्तु सम्यक् राजेन्द्रमहोदय राजेन्द्रमहोदय अस्ति क्षम्यतां महोदय म्यूट् मध्ये आसम् श्रूयते वा इदानीम् आम् यदा अहं गृहे अधीयानः भवामि तदा बालाः तूष्णीं भवन्ति मयि गृहे अधीयन्ति अधीयन्ति इति किम् अत्र अत्र अधीयानः इति कीदृशं रूपम् न जानामि महोदय अत्र शानच् इत्यस्य रूपद्वयं कुत्रचित् तत्र मकारः आगच्छति कुत्रचित् मकारः न आगच्छति अत्र मकारः नास्ति अधियानः शानच् रूपमस्ति तथा अधियाने आमामां यदा महि गृहे अधियाने बालाः तूष्णीं भवन्ति प्रथमपुरुषस्य एकवचनस्य दीभागात् पूर्वम् अकारः अस्ति चेत् मकारः आगच्छति अत्र अधीते इति अस्ति अधीते ईकारः न तु अकारः इति कृत्वा म न भवति अधीयानः अस्तु समीचीनमस्ति अत्र सति न वदामः सति वक्तुं शक्नुमः नापि वक्तुं तत्र विकल्पेन अस्ति पुनः वदतु महोदय मयि गृहे अधियाने सति बालाः तूष्णीं भवन्ति अस्तु सम्यक् अस्ति महोदय अत्र सप्तमी द्वयं भवितुं शक्नोति वा यथा मयि गृहे अवश्यम् अवश्यं किन्तु अत्र प्रश्नः सम्यक् अस्ति महोदय अत्र किन्तु सप्तमी विभक्तेः अर्थः भिन्नः उभयत्र गृहे इति अधिकरणसप्तमी अधियाने इति सतिसप्तमी इत्यस्य सप्तमी विभक्तिः अत्र अर्थद्वयमस्ति बुद्धम् अत्र नाम अत्र कुत्र इत्यस्य उत्तरे गृहे इति उक्तम् कुत्र अधीयानः गृहे, अतः तस्य सप्तमी भवति. तस्य नितराम् अन्यविषयः अस्ति, अधीयाने इति सति सप्तमी, गृहे इति सति सप्तमी नास्ति. अस्तु, धन्यवादः. अस्तु, आम्, अग्रे तर्हि महोदय तत्र प्राप्तं वा? अहम् अभ्यासं कृतवन्तः महोदय, परन्तु मया समीपे अत्र सङ्गणके बेटरी, परन्तु अहम् अभ्यासवाक्यं नास्ति. अस्तु अस्तु, नास्ति चिन्ता. पद्मा भगिनी करोतु. पद्मा भगिनी महोदय, यदा लक्ष्मीनारायणः फलं भुञ्जानः भवति तदा तस्य मित्रम् आगच्छति. लक्ष्मीनारायणे फलं भुञ्जाने सति मित्रम् आगच्छति. हा, बुद्धं खलु अत्र भुञ्जाने भक्षणार्थे अस्ति. अस्तु, सति सप्तमी अत्र सकर्मकः तस्य क्रियाश्रयः अस्ति लक्ष्मीनारायणः, कर्तरिप्रयोगे अस्ति इति कृत्वा. अस्तु, सम्यक् अस्ति. पुष्पा भगिनी अग्रे. अग्रजः देवं वन्दमानः अस्ति, अनुजः अनुकरोति. अग्रजे देवं वन्दमाने सति अनुजः अनुकरोति. अस्तु, बहु सम्यक् अस्ति. इदानीम् अस्माकं विशिष्ट अभ्यासः अपेक्षितः अस्ति. इदानीं सर्वं वयं साधितवन्तः, नाम कृतान्तानां, तवत्वान्तानाम् अपि च शत्रान्तानाम्. इदानीं मिलित्वा कुर्मः मिलिताभ्यासः, मिश्रिताभ्यासः. अयमेव अभ्यासः यः साधितः इदानीं पुनः कुर्मः, तत्र कीदृशक्तान्तरूपं, कीदृशक्तवत्वन्तरूपं, कीदृशशत्रन्तरूपं, कीदृशशानजन्त, शानजन्तनाम तत्र कर्तृ वा कर्मणि वा, एतत् सर्वं वयं वक्ष्यामः. इदानीं प्रथमवाक्यमस्ति, यदा शिक्षकः वदन् आसीत् तदा छात्राः श्रुतवन्तः. इदानीम् उदाहरणमस्ति वदन् शत्र, किन्तु अत्र क्तान्तरूपं भवति वा, क्तवत्वन्तरूपं भवति वा, शानजन्तसम्भवति वा इति वदामः. अत्र चिन्तनमपेक्षितमस्ति, यतोहि वयं जानीमः किं कस्य बोधः भवेत्, यत् सतिसप्तमी कुत्र कर्त्रार्थे, कुत्र कर्मणि अर्थे, क्रियाश्रयः कः इति यदा बोधः भवति तदानीं वयं कर्तुं शक्नुमः. नाम तत्र सतिसप्तमी, उदाहरणार्थं वदामि, तत्र क्तान्तरूपं कर्त्रार्थे, क्तान्तरूपं कर्त्रार्थे कुत्र भवति, कुत्र कर्त्रार्थे, न क्तान्तरूपं न, अहं वदामि यत् सतिसप्तमी, एवं विषयं स्वीकुर्मः, सतिसप्तमी कर्त्रार्थे, क्तान्तेषु, क्तवत्सु, शत्रान्तेषु, तत्र कुत्र कर्त्रार्थे भवति इति विद्याभगिनी भवति वा? महोदय, अत्र प्रथमतया तान्तरूपम् अत्र कर्त्रार्थे, यत्र अकर्मकधातूनाम् अपि च गत्यर्थकधातूनाम् अपि च विशिष्टश्लीषादयः, एतेषां तान्तरूपं कर्तरिप्रयोगे अपि भवति. तत्र सतिसप्तमी अपि सतिसप्तमीरूपम् अपि भवति. तत्र यत्र तवतु प्रत्ययः अस्ति, तत्र तवतु प्रत्ययः सर्वेषां धातूनां तवतु प्रत्ययः भूत्कालार्थे भवति कर्तरिप्रयोगे. तत्र सतिसप्तमीप्रयोगः अपि भवति. अनन्तरं शत्रान्तरूपं कर्तृप्रयोगे एव भवति. सर्वेषां परस्मैपदीधातूनां कृते शत्रान्तरूपं भवति. अनन्तरं अनन्तरं शानजन्तरूपं कर्तरीप्रयोगे कर्मणि प्रयोगे उभयत्र भवति. आत्मनेपदीधातूनां शानज् प्रत्यान्तरूपं भवति. तत्र सतिसप्तमी प्रयोगः अपि भवति. हा, समीचीनमस्ति. अपि च यदि पृथक्तया स्वीकुर्मः तर्हि पुनः वदेम यत् सुब्रह्मण्यं तत्र क्तान्तरूपाणि तत्र नाम क्तान्तरूपाणि क्तवत्वन्तरूपाणि शत्रन्त शानजन्त. इदानीं भगिनी उक्तवती यत्र यत्र कर्त्रार्थे भवति. इदानीं प्रत्येकं पृथक्तया उक्त्वा क्तान्तरूपाणि तत्र केवलं कर्त्रार्थे केवलं कर्मणि कर्मार्थे भवति वा इति. कुत्र कुत्र क्तान्त तान्त इति अत्र तान्तरूपं यदि वयं नयामः अत्र यत्र गत्यर्थकधातुः अथवा अकर्मकधातुः अस्ति अपि च अत्र विशिष्टधातवः सन्ति तेषां कृते अत्र कर्तरि अर्थे तान्तरूपं भवितुमर्हति. अपि च अत्र सर्वेषां कृते अत्र कर्मणि अर्थे तान्तरूपं भवितुमर्हति. सर्वेषां कृते इत्युक्ते अत्र गत्यर्थकधातूनां कृते तान्तरूपं भवति किल महोदय. अपि च अकर्मकधातूनां कृते अपि तान्तरूपं भवति, परन्तु सतिसप्तमी अत्र न भवति. कर्मणि भवति वा? कर्मणि इति न वक्तव्यं खलु. भावे प्रयोगे भवति महोदय. अकर्मकधातूनां कृते भावे प्रयोगे भवति. तावदेव. समीचीनम् अस्तु. क्तवतु क्तवतु नयामः चेत् क्तवतु कर्त्रर्थे एव भवति, कर्मण्यर्थे न भवति. शत्र शत्रन्तरूपम् अत्र पुनः शत्रन्तरूपं केवलं कर्त्रर्थे एव भवति, कर्मण्यर्थे अथवा भावार्थे न भवति. शानज् इति नयामः चेत् अत्र शानज् यत्र कर्त्रर्थक क्रियापदमस्ति चेत् अत्र कर्त्रर्थके एव यत् आत्मनेपदीधातूनां कृते यत्र अत्र कर्मणि अपि प्रतिध्वनिः अस्ति. मम नास्ति, न गच्छामि. किमर्थं प्रायः कस्यचित् दूरवाण्याम् अत्र समस्या अस्ति इति चिन्तयामि. प्रतिध्वनिः श्रूयते वा? आं महोदय, यथा इदानीं नास्ति महोदय. अस्तु. शानज् अत्र इदानीमपि अस्ति महोदय किञ्चित्. न अवगच्छामि विद्याभगिनी, किं न अवगच्छामि तत्र. मया न श्रूयते किमपि प्रतिध्वनिः एव न श्रूयते महोदय. यदि सुब्रह्मण्यं महोदय वदति तदानीं कृपया भवान् म्यूट् करोति चेत् प्रायः. अहं स्वयं हा किञ्चित्. अस्तु अस्तु अस्तु, वदतु सुब्रह्मण्यं वदतु. यदा शानज् अन्तरूपमस्ति तत्र शानजन्तरूपं कर्त्रर्थे अपि च कर्मण्यर्थे भवति, अतः अपि च भावार्थे, अतः रूपत्रयमपि सम्भवति अत्र. परन्तु सतीसप्तम्यां तु केवलं कर्त्रर्थे अपि च कर्मण्यर्थे. अत्र किन्तु कर्मणि शानज् कर्मणि कुत्र भवति? शानज् कर्मणि कुत्र भवति इत्युक्ते यथा वयं अत्र गम् धातोः कर्मणि रूपं नयामः तस्मिन् किन्तु नियमः कः? नियमः कुत्र कुत्र कर्मणि भवति? नियम कर्मणि कुत्र भवति शानजन्तरूपे इत्युक्ते अत्र यथा आत्मनि आत्मनि आत्मनि आत्मनि आत्मनि धातूनामेव वा? आत्मनेपदी धातूनां कृते भवति, परन्तु कर्मणि प्रयोगे अत्र आत्मनि आत्मनेपदीरूपं सम्भवति किल महोदय सर्वेषां कृते? तदानीम् अत्र यदा गम् धातुः अस्ति, अत्र गम्यते इति अस्ति, तस्य गम्यमानः इति भवति किल? किन्तु गम् धातुः आत्मनेपदीधातुः नास्ति, नास्ति, परन्तु यत्र गम्यते इति कर्मणि लोट् लकार प्रथमपुरुषे एकवचनरूपं भवति किल महोदय? तदानीम् अत्र अतः किं वक्तव्यमस्ति, अतः किं वक्तव्यमस्ति, येषां येषां कर्मणि प्रयोगः भवति धातूनां तेषां तेषां सर्वेषां किन्तु कर्मणि सारः भवति महोदय, धातुः परस्मैपदि भवतु वा आत्मनिपदि भवतु वा, साधारणनियमः अस्ति कर्त्रार्थे शानजन्तरूपं केवलम् आत्मनिपदिधातूनां, किन्तु कर्मणि प्रयोगे यत्र यत्र कर्मणि प्रयोगः भवति तत्र तत्र कर्मणि शानच् भवति। तदेव आसीत् परन्तु इदानीम् अवगतवान् महोदय। हा हा अस्तु समीचीनं। तर्हि अत्र एतत् सर्वं मनसि निधाय अर्धघण्टा अस्ति। इदानीं यदा शिक्षकः वदन् आसीत् तदा छात्राः श्रुतवन्तः, तत्र अस्माभिः किमुक्तं, शिक्षके वदति छात्राः श्रुतवन्तः इति वयम् उक्तवन्तः शत्र। अत्र तान्त्ररूपं सम्भवति वा, अत्र क्तवतु भवति वा, शानजन्तरूपं भवति वा इति चेत् तत्र रूपं वदतु। इदानीं लक्ष्मीभगिनी वदतु। शिक्षके वदति सति छात्राः श्रुतवन्तः, तदेव मूलवाक्यं वा महोदय? शत्र इति शत्र नाम तत्र शत्र कीस स्थाने क्तवतु भवितुमर्हति वा? वदति इति रूपं वदन् वदत् इत्यस्य अत्र वाक्यमस्ति, सत्रन्त वाक्यं सत्रन्तप्रयोगे अस्ति, इत्युक्ते यदा शिक्षकः वदन् अस्ति तदा छात्राः श्रुतवन्तः इति यदा तदा उपयुज्य वदामश्चेत् वाक्यं वाक्यसत्रन्तरूपम् अस्ति। इदानीं क्तवत्व अन्त करोतु, वदन् इति स्थाने। आं महोदय, यदा शिक्षकः उक्तवान् तदा तत्र उक्तवान् इति पृथक् धातुः अस्ति, उदितवान् उदितवान् क्षम्यतां। समीचीनमस्ति। तर्हि यदा शिक्षकः उदितवान् तदा छात्राः श्रुतवन्तः। आं महोदय, शिक्षके उदितवती सति छात्राः श्रुतवन्तः। इदानीं वाक्यमिति इत्यस्य प्रयोगं वाक्यमिति वदतु, शिक्षके नाम यदा शिक्षकः वाक्यम् उदितवान् तदा छात्राः श्रुतवन्तः। शिक्षके वाक्यम् उदितवती सति छात्राः श्रुतवन्तः। अस्तु समीचीनमस्ति। इदानीं क्तान्तप्रयोगः भवति वा अत्र? उक्तः इति न न उक्तः इति वच् धातुः, उदितवती उदितवान् इति भवती उक्तवान् तत्र क्तवतु, तस्य क्तान्तरूपं किम्? उदितः। अस्तु समीचीनम्, उदित। तर्हि अत्र अत्र किं भवति? शिक्षके उदिते सति छात्राः श्रुतवन्तः इति भवति वा? इति प्रश्नः, शिक्षके उदिते सति छात्राः श्रुतवन्तः इति वाक्यमस्ति, अत्र सरला भगिनी तत्र वाक्यं सम्यक् अस्ति वा? धातु सकर्मकधातुः अस्ति, अत्र सकर्मकधातोः कर्तरिप्रयोगः न भवति, शिक्षकेन वाक्यम् उदितं अस्य सतिसप्तमी भवितुं शक्नोति. शिक्षकेन वाक्ये उद्यते भवति. हा बहु सम्यक् अस्ति भगिनि, वा बहु सम्यक् अस्ति. वद दातु सकर्मकः, तदर्थम् अहं वाक्यमिति शब्दं स्थापयितुम् इष्टवान्. अत्र शिक्षकः वाक्यम् उदितवान् यदा, तदा छात्राः श्रुतवन्तः इति. अस्य लक्ष्मीभगिनी सम्यक्तया उक्तवती, शिक्षके वाक्यम् उदितवती, छात्राः श्रुतवन्तः इति अस्ति. किन्तु अत्र क्तान्तप्रयोगः यत्र भवति, अत्र सकर्मकः धातुः, वद धातुः, अतः तस्य कर्तरिप्रयोगः अत्र न सम्भवति. सतिसप्तमी इति नाम तत्र अत्र सामान्यवाक्यमेव न सम्भवति. नाम शिक्षकः वाक्यम् उदितः इति लक्ष्मीभगिनी भवति वा? न महोदय, अहं समीकृत्य वदामि वा एकवारम्? इदानीम् अवगतवती खलु, वदतु. अत्र वद् धातुः सकर्मकधातुः इति कृत्वा अत्र केवलं कर्मण्यर्थे एव वक्तुं शक्नुमः. अत्र शिक्षकेण वाक्यम् उक्तम् उदितं, शिक्षकेण वाक्यम् उदितं यदा शिक्षकेण वाक्यम् उदितं तदा छात्राः श्रुतवन्तः. कर्मण्यर्थे शिक्षकेण वाक्ये उदिते सति छात्राः श्रुतवन्तः. हा बहु सम्यक् अस्ति. हा इदानीम् अत्र शानच् सम्भवति वा? अत्र शानजन्तरूपम् अस्ति वा अत्र? शानजन्तरूपाणि आत्मनेपदिनः कृते. हा सत्यं. तर्हि वदति इत्यस्य साक्षात् न भवति, साक्षात् तथा न भवति. किन्तु सुब्रह्मण्यमहोदय इतोपि किञ्चित् वक्तुं शक्नुमः वा अत्र? सुब्रह्मण्यमहोदय हा हा हा लक्ष्मीभगिनी वदतु. अत्र कर्मणि प्रयोगे वाक्यं रचयामश्चेत् सर्वेषां सकर्मकधातूनां कर्मणि प्रयोगः भवति इति कृत्वा. हा वदतु. अत्र शिक्षकेण वाक्यम् उद्यते यदा शिक्षकेण वाक्यम् उद्यते तदा छात्राः श्रुतवन्तः. शृण्वन्ति इति वर्तमानकाले शृण्वन्ति. तर्हि वाक्यम् उद्यते इति नास्ति खलु, उद्यमाने इति खलु? न उद्यते इति सा तु साधारणप्रयोगं सम्यक्तया उक्तवती खलु. अत्र साधारणकर्मणि प्रयोगः सम्यक्तया उक्तः. इदानीं लक्ष्मीभगिनी तत्तु नाम समीचीनमासीत्. अग्रे वदतु. इदानीं सा तु क्रमेण वदति. इत्युक्ते अत्र शिक्षकेण वाक्यम् उद्यते, कर्मण्यर्थे वाक्यम् अस्ति यदा. समीचीनं. यदा शिक्षकेण वाक्यम् उद्यमानम् अस्ति अथवा आसीत् यदा शिक्षकेण वाक्यम् उद्यमानम् आसीत् तदा छात्राः शृण्वन्ति. न श्रुतवन्तः आसीत् इति कृत्वा. यदा महोदय, यदा शिक्षकेण वाक्यम् उद्यमानम् आसीत् तदा छात्राः श्रुतवन्तः इति वाक्यं सम्यक् अस्ति. इदानीं तस्य सतिसप्तमी करोतु. आं महोदय, शिक्षकेण वाक्ये शिक्षकेण वाक्ये उक्तमाने उदितमाने न भवती उक्तवती एव. क्षम्यतां महोदय, क्षम्यताम् एकवारं. शिक्षकेण वाक्ये उद्यमाने सति छात्राः श्रुतवन्तः। हा, बहु समीचीनमस्ति। इदानीं कर्मणि शानच् यत्र विषयः भवति, विषयः सुलभः अस्ति वस्तुतः। शानचन्त कर्तरि अस्माभिः सर्वदा वक्तव्यं द्रष्टव्यमस्ति यत् प्रथमपुरुषस्य लट्लकारस्य कर्तरिप्रयोगे प्रथमपुरुषस्य एकवचने ते भागात् पूर्वं ते इति भागः आत्मनिपदिधातूनां कृते तत्र अकारः अस्ति न वा? अकारः अस्ति चेत् म आगच्छति, मकारः। अकारः नास्ति चेत् मकारः शानचन्त प्रयोगे न भवति, यथा अधीते, अधियानः। अत्र म इति नागच्छति, किन्तु प्रकाशते, प्रकाशमानः प्रकाशते इति ते इति अस्मात् पूर्वं मकारः प्रकाशते, अत्र प्रकाशते इति अस्ति इति कृत्वा ते इति अस्मात् पूर्वं मकारः अस्ति इति कृत्वा मकारः आगच्छति, किन्तु अधियानः तत्र न आगतः, यतोहि अधीते इति ते इति भागात् प्राक् अकारः नास्ति इति कृत्वा मकारः नागच्छति। इदानीं किन्तु कर्मणि प्रयोगे कर्मणि शानच् तत्र अस्माकं क्रमः कः? यथा लक्ष्मीभगिनी उक्तवती, तत्र उद्यते कर्मणि प्रयोगे ते भागात् पूर्वं सर्वदा सर्वत्र किन्तु अकारः अस्ति इति कृत्वा मकारः सदा आगच्छति। अतः अस्माकम् अधिकचिन्तनं नापेक्षितमस्ति, यत्र यत्र कर्मणि शानच् भवति तत्र तत्र मकारः भवति एव। तर्हि क्रमेण कुर्मः, यत्र यत्र कर्मणि शानच् कर्तुम् इच्छामः तत्र तत्र लट् लकारस्वरूपं प्रथमतया वदामः, अनन्तरं कर्मणि शानच् आनन्देन भवति। लक्ष्मीभगिनी उक्तवती किं? शिक्षकेण वाक्यम् उद्यते, ते इति अस्मात् पूर्वम् अकारः अस्ति एव, अतः मान इति संयुज्यते अस्माभिः। अत्र शिक्षकेण वाक्यम् उद्यमानं यदा तदा छात्राः श्रुतवन्तः। तर्हि सतिसप्तमी कृते तत्र शिक्षकेण वाक्ये उद्यमाने सति छात्राः शृण्वन्ति इति अस्ति। अस्तु, सम्यक् अस्ति, अग्रे गच्छामः। इदानीं द्वितीयं कुर्मः। एकः प्रश्नः महोदय, किञ्चित् भिन्नं, उदयनकर्मस्य वदनस्य कर्मस्य द्वयोः स्थानेपि स्थानेपि उदित इति तान्तरूपं वा? न, भवत् प्रश्नः पुनः वदतु। अस्तु, उदित इति तान्तरूपं भवति वद् धातोः इति भवान् उक्तवान्, उदयनकर्मस्य तान्तरूपम् उदयन, यथा उदय सूर्यः उदयति वा उदेति, सूर्यः उदेति, अग्रे अग्रे अग्रे आयासति, अग्रे इदानीं चतुर्थवाक्ये तत्र किञ्चित् चर्चां कुर्मः, तत्र प्रसङ्गवशात् तत्र कुर्मः। अस्तु, द्वितीयवाक्यमस्ति, द्वितीयवाक्यमस्ति, राजीभगिनी करोतु कृपया। राजीभगिनी अस्ति, अस्तु, सरलाभगिनी करोतु। यदा दिलीपः स्नानं कुर्वन् आसीत् तदा जलागमनं स्थगितम्। अत्र शत्रुञ्जरूपम् अस्ति कर्तरिप्रयोगे, दिलीपे स्नानं कुर्वति सति जलागमनं स्थगितम्। कुर्वन्ति किन्तु प्रथमतया यत्र यत्र कर्त्रार्थकप्रयोगः अस्ति तत्र तत्र करोतु. अनन्तरं नाम अस्माकं पुरतः शत्र अस्ति, तव तु अस्ति, अपि च शानच अस्ति, अपि च क्त अस्ति, चत्वारः प्रत्ययाः. तव तु करोमि, दिलीपः स्नानं कुर्वत् कृतवान्, स्नानं कृतवान् तदा जलागमनं स्थगितम्. दिलीपे क्षम्यतां, दिलीपे स्नानं कृतवती सम्यक् अस्ति. अस्तु, कृतान्तप्रयोगः कथमस्ति वदतु. कृतान्तप्रयोगः भवति दिलीपेन स्नानं कृतम् अस्तु. दिलीपे स्नानं दिलीपेन स्नानं कृतं यदा दिलीपेन स्नानं कृतं तदा जलागमनं स्थगितं. प्रथमतया शर्मा भगिनी वदतु. दिलीपेन स्नानं कृते न भवती सम्यक्तया उक्तवती. यदा दिलीपेन स्नानं कृतं तदा जलागमनं स्थगितम्. इदानीं तस्य सतिसप्तमी भवति दिलीपेन स्नाने कृते सम्यक्. वा, बहु सम्यक् अस्ति. यतोहि तत्र क्रीडातोः तत्र क्रियाशयः अस्ति स्नानम् इदानीम् इति कृत्वा स्नानशब्दस्य सति सप्तमी अस्ति. अस्तु, इदानीं बालसुब्रह्मण्य तत्र प्रश्नः अस्ति वा. यदा दिलीपेन स्नातः न इदानीं न इदानीं क्रीडातुः अस्ति, धातुः अस्ति क्रीडातुः. वाक्यम् एकवारं वदतु महोदय. दिलीपेन स्नाने कृते अथवा यदा दिलीपेन स्नानं कृतम्. अस्तु, समीचीनमस्ति. अस्तु, इदानीं सरला भगिनी अत्र शानच् इति सम्भवति वा. क्रियमाण भवति दिलीपेन स्नानं क्रियमाणं यदा दिलीपेन स्नानं क्रियमाणं आसीत् तदा जलागमनं स्थगितम्. सम्यक्. दिलीपेन स्नाने क्रियमाणे जलागमनं स्थगितम्. वा, बहु समीचीनम् अस्ति, बहु सम्यक् अस्ति. अस्तु, सुब्रह्मण्यं तत्र अग्रे तृतीयं. तत्र रूपाणि सम्यक्तया न जानामि महोदय. उदयमानः उदेति इति उक्तवान् भवान्. तृतीयं क्षम्यतां महोदय. यदा पौत्रादयः क्रीडन्तः आसन् तदा मातामही सन्तुष्टा अभवत्. अत्र पौत्रादयः क्रीडन्तः अस्ति, पौत्रादयः क्रीडन्तः इत्युक्ते अत्र शत्रन्तरूपमस्ति, अत्र क्रीडन्तः इति शत्रन्तरूपमस्ति. अतः इदानीमत्र सतीसप्तमी उपयोगं कुर्मः चेत् पौत्रादयः इति बहुवचने अस्ति इति भूत्वा पौत्रादिषु क्रीडत्सु मातामहि सन्तुष्टा अभवत्. सम्यक्. इदानीम् अन्यत् किमपि भवति कर्तृप्रयोगे. अत्र पौत्रादयः अत्र क्रीडितवन्तः इति भवितुम् अर्हति. पौत्रा यदा पौत्रादयः क्रीडितवन्तः तदा मातामही सन्तुष्टा अभवत्. इदानीमत्र पौत्रादिषु क्रीडितवत्सु मातामही सन्तुष्टा अभवत्. इदानीमत्र क्रीडति इति क्रीड्धातुः अत्र अकर्मकः. सम्यक्. अतः सर्वे अवगच्छन्तु क्रीडातुः अकर्मकः न तु सकर्मकः. अतः अत्र तस्य कर्मणि प्रयोगः न भवति, भावे प्रयोगः एव. भावे प्रयोगे सति सप्तमी न भवति. इति तु सत्यम्. अन्यत् किमपि रूपं भवति वा? अन्यत् किमपि इत्युक्ते शत्रुन्तम् अत्र नाम अकर्मकः अस्ति. अतः अतः अत्र अकर्मकः अस्ति इति भूत्वा तस्य शानजन्तरूपं न भवति खलु महोदय? क्तान्तरूपं भवता उक्तं सत्यं. क्तान्तरूपं क्तान्तरूपं अकर्मकधातुः अस्ति चेत् अकर्मकधातुः अस्ति चेत् क्तान्तरूपं भवति. अत्र कर्तरी अकर्मकरूपं भवति. अतः पौत्रादयैः क्रीडितं न तत्र भवता इदानीं भावे प्रयोगे एकमस्ति कर्तरी इति करोतु. कर्तरी इति कर्तरी महोदय कर्तरी अस्ति. पौत्रादयः क्रीडिताः यदा पौत्रादयः क्रीडिताः आसन् तदा मातामही सन्तुष्टा अभवत्. क्षम्यतां महोदय किञ्चित् तत्र मनः न सम्यक् अत्र आसीत्. इदानीं तस्य सप्तमी भवति. अत्र पौत्रादयः क्रीडिताः इति उक्तवान् किल. अतः अत्र इदानीं पौत्रादिषु क्रीडितेषु मातामहि सन्तुष्टा अभवत्. सुन्दरं, बहु सम्यक् अस्ति. अपि च शानज् भवति वा? शानज् तत्र कर्मणि प्रयोगः नास्ति किल महोदय? क्रीड्यते परन्तु क्रीड्यते इति अस्ति. अत्र पौत्रादयः क्रीड्य पौत्रादयैः क्रीड्यमानम् इति भवति वा? इति भवति. तस्य सतिसप्तमी भवति वा? न भवति महोदय. इदानीं तस्य सतिसप्तमी न भवति. अकर्मकः कर्मणि कर्मणि शानज् भवति किन्तु सति सप्तमी तस्य नास्ति. अत्र अत्र आश्रयः नास्ति, क्रियापदस्य आश्रयः नास्ति भूत्वा सति सप्तमी न भवति. हा, बहु सम्यक् अस्ति. अस्तु, इदानीं प्रश्नः आगतः आसीत् जगन्नाथमहोदयस्य. अत्र चतुर्थवाक्यमस्ति. विद्याभगिनी जानाति वा किं महोदय प्रश्नः? चतुर्थवाक्यं विद्यापनी करोति वा? करोति, करोमि महोदय. अत्र अत्र ई इन् गतौ इति धातुः अस्ति वा? अत्र धातुः उत् उपसर्गपूर्वकः इन् धातुः न, अत्र तथा नास्ति. किन्तु धातुः क उदयमानः अत्र धातुः कः इति? अत्र उदयमानः इति न भवति स्म खलु, यतोहि अत्र इन् धातुः तत्र इन् गतौ इति परस्मैपदी धातुः अस्ति. तत्र तत्र अदादिगणे अस्ति इन् गतौ. उत् उपसर्गः उत् उपसर्गपूर्वकः ई धातुः गत्यार्थकः योगः ति. तत्र उत् नाम तत्र ई योगः ति एति धातुरूपं तत्र परस्मैपदी धातुः अस्ति इति कृत्वा एति. उत् उपसर्गपूर्वकः सन्धिं कृत्वा उदेति. अत्र उदयमानः इति रूपं दत्तमस्ति. क्या बात है. अत्र उदायमानः अस्ति, अत्र न भवति तत्र इङ्गतौ, यतो अत्र शानच् तत्र कर्तृशानच् इति प्रदर्शितमस्ति, अत्र परस्मैपदधातूनां न भवति. अन्यधातुः अस्ति भुवादिगणे, अन्यः धातुः अस्ति भुवादिगणे ऐ धातुः, अ य निर्बन्ध निरनुबन्ध अनुबन्धसहितरूपम् अस्ति अय, अनुबन्धसहितरूपम् अस्ति अय गतौ अय, तत्र अकारः इत्संज्ञकः अस्ति इति कृत्वा ऐ इति धातुः अस्ति ऐ, ऐ योगः शप् तत्र आत्मनिपदिदातुः अस्ति, ऐ योगः शप् योगः ते अयते, अयते इति लट् लकारस्य रूपम् अयते, गतौ गत्यार्थकधातुः अस्ति सकर्मकः अयते, उत् उपसर्गपूर्वकः उत् अयते उदयते, उदयते इति भुवादिगणीयधातुः अय् धातुः, अनुबन्धसहितरूपम् अस्ति अय, स्पष्टमस्ति, इदानीं प्रायः भवती कर्तुं शक्नोति. अस्तु, अत्र चन्द्रः उदयमानः भवति तदा कुमुदं विकसति, अत्र कर्तृर्थे अस्ति, अत्र कर्मपदं नास्ति, अतः अत्र वाक्यं चन्द्रे उदयमाने कुमुदं विकसति इति वाक्यं दृष्टवन्तः वयम्. अत्र इदानीम् अत्र तस्य तान्तरूपं भवति वा इति चेत्, अत्र तान्तरूपं भवति उत् उपसर्गपूर्वकः अयितः इति वा, अत्र सेट् इदागमः अस्ति अयितः उत् उपसर्गपूर्वकः उदयितः इति वा, उदयितः नाम किं वदति, क्त अथवा क्तवतु, क्त त उदयितः इति, उदयेत उदयेत उदयेत इति रूपम् अस्ति, उदयेत उदयित उदयित इति प्रातिपदिकम्. इदानीम् अत्र गत्यर्थकधातुः इति कृत्वा कर्त्रार्थे अपि तान्तरूपं भवति, तर्हि अत्र चन्द्रः उदयितः उदयितः भवति तदा कुमुदं विकसति इति मूलवाक्यं, तस्य सतीसप्तमी यदा चन्द्रः उदयितः भवति तदा कुमुदं विकसति इति मूलवाक्यम्. इदानीम् अत्र सतीसप्तमी प्रयोगः, चन्द्रे उदयिते सति कुमुदं विकसति इति वाक्यं तान्तरूपम्. अत्र कर्मण्यार्थे चन्द्रेण कर्तृर्थे अन्य किमपि अस्ति, अस्तु कर्तृर्थे अत्र तवत् रूपमपि अस्ति, उदयित चन्द्रः उदयितवान्, चन्द्रः चन्द्रः यदा चन्द्रः उदयितवान् भवति तदा कुमुदं विकसति इति मूलवाक्यं, तत्र सतीसप्तमीप्रयोगः, चन्द्रे उदयितवती कुमुदं विकसति. वाह, सम्यक्. अनन्तरं कर्मणि अत्र चन्द्रेण उदयमानम् इति अत्र मूलवाक्यं, यदा चन्द्रेण उदयमानं भवति तदा कुमुदं विकसति इति शानजन्तरूपम्. अत्र अकर्मकप्रयोगः अस्ति इति कृत्वा, क्षम्यतां, भावे प्रयोगे अस्ति, अत्र कर्मपदं नास्ति, अतः अत्र सतिसप्तमीप्रयोगः न भवति कर्मण्यर्थे. सम्यक् अस्ति, सम्यक् उक्तवती. वस्तुतः धातुः गतौ अस्ति, गत्यर्थकधातुः अस्ति, मूलतः सकर्मकधातुः अस्ति, सकर्मकधातुः अस्ति, किन्तु अत्र प्रसङ्गवशात् प्रायः अकर्मकः अस्ति इति कृत्वा भावे एव सम्भवति इति कृत्वा सतिसप्तमी न स्यात्, अत्र कर्मपदं नास्ति खलु. यथा आप्तातुः किन्तु कार्यं समाप्तम्, अत्र अकर्मकप्रयोगः अस्ति इति प्रयोग तत्र उपसर्गवशात् अकर्मकः इति भवति इति कृत्वा अत्रापि तथा स्यात् इति अस्ति. अस्तु, अनन्तरं कर्मणि प्रयोगे भावे प्रयोगे उक्तं तावदेव, भावे इति अस्ति, सतिसप्तमी नास्ति किन्तु. अस्तु, बहु सम्यक् अस्ति, किञ्चित् समयः अस्ति, तर्हि जगन्नाथमहोदय अग्रे वदति वा. अस्तु, यदा अग्रजा पठन्ती भवति तदा अहं क्रीडामि. अत्र पठन्ति शत्रु प्रयोगः. अग्रजायां पठन्त्यां सत्यां इति उक्तवान्. बहु सम्यक् अस्ति. इतः अग्रे किमस्ति कर्त्रार्थे? कर्त्रार्थे यूयं यदा यूयं चलनचित्रं पश्यन्तः. न यूयं न पञ्चमवाक्यं पञ्चमवाक्यं पञ्चमवाक्यम् इदानीं कर्तरि किं किम् अस्ति? क्तवतु भवति वा? क्तवतु क्तवतु कर्तरि अग्रजायां पठतु न भवति इति मन्ये. न भवति किमर्थं? क्तवतु कर्तरि एव भवति. कर्मणि न भवति एव. कर्मणि कर्तरि एव भवति. वदतु. अस्तु जगन्नाथ, शीघ्रमेव वदतु, समयः नास्ति. अस्तु अग्रजायां पठन्त्यां न यदा अग्रजा तत्र क्तवतु इति वदतु. यदा अग्रजा पठितवती भवति तदा अहं क्रीडामि अहं क्रीडितवान्. यदा अग्रजा पठितवती यदा अग्रजा पुस्तकमिति स्थापयतु. यदा अग्रजा पुस्तकं पठितवती तदा अहं क्रीडितवान्. अस्तु अग्रजया पुस्तकम् अग्रजया इति न कर्त्री इति वदामि. तव तु केवलं कर्त्री अस्ति. अस्तु अस्तु अग्रजायां पुस्तकं पठितवत्यां सति अग्रजायां पुस्तकं पठितवत्यां सति अहं क्रीडितवान् पुस्तकं क्षम्यताम् अग्रजां पुस्तकं पठितवत् हा अस्तु सम्यक् अस्ति. क्तान्तप्रयोगः अग्रजा यदा अग्रजा अग्रजया पठिता पुस्तकं पठितम् वदतु. यदा अग्रजया पुस्तकं पठितं भवति तदा अहं तदा मया क्रीडितम्. अस्तु अथवा अहं क्रीडामि यदा मया क्रीडितम्. अस्तु मया क्रीडितम्. अस्तु समीचीनं मया क्रीडितं मया क्रीडितम्. अस्तु इदानीं तस्य सति सत्त्वमि अग्रजयां पुस्तके पठिते अग्रजयाम् इति किमर्थम्? ओ अग्रजया पुस्तके पठिते पठिते अग्रजया पुस्तके पठिते अहं मया क्रीडितम्. हा सम्यक् अस्ति. राजेन्द्रमय अग्रिमम्. अस्तु महोदय. अस्तु शानच् शानच् इति भवति वा? शानच् मम प्रश्नः वा राजेन्द्र? अस्तु भवान् एव वदतु. अस्तु पठन् भवति पठ्यमाने पठितवती. ओके यदा अग्रजा पुस्तकं पठितं. न महोदय किञ्चित् सहायं करोतु. अत्र समयः नास्ति. सम्यक्तया उक्तं भवता किन्तु जगन्नाथमहोदय सम्यक्तया. महोदय वदतु वाक्यमस्ति यदा अग्रजा पठन्ति भवति तदा अहं क्रीडामि. अत्र शानच् यदा अग्रजा पठितम् अस्ति इति अस्ति वा? न, अग्रजा पठन्ती भवति. अस्तु, इदानीं किं लक्ष्मीभगिनी वदतु, यतोहि वाक्यं तस्य पुरतः नास्ति. अग्रजा पठन्ती भवति तदा अहं क्रीडामि. शानचन्द्रवाक्यम् अत्र पठधातुः सकर्मकधातुः इति कृत्वा वाक्यं कर्मण्यर्थे रचयामश्चेत् यदा अग्रजया पुस्तकं पठ्यमानं भवति तदा अहं क्रीडामि मूलवाक्यं. सतिसप्तम्यां वदामश्चेत् यदा अग्रजया अग्रजया पुस्तके पठ्यमाने स्त्रीलिङ्गे किमर्थम्? अत्र क्रियाशयः कः? अग्रजया न कर्मणि शानच् यदा भवति क्रियाश्रयः कः? क्रियाश्रयः कर्मपदं. हा, पुस्तकम् अग्रजया पुस्तके पठ्यमाने अग्रजया पुस्तके पठ्यमाने सति अहं क्रीडामि. हा, अस्तु. महोदय, अहमस्मि परन्तु मम टैप् किञ्चित् भङ्गं भवति अतः अस्तु अस्तु, नास्ति चिन्ता. राजेन्द्रमहोदय अग्रे. यदा यूयं चलनचित्रं पश्यन्तः अभवत् तदा अहं निन्द्रां करोमि. अत्र तु शत्रुप्रयोगम् अस्ति. युष्मासु चलनचित्रं चलन इति शत्र. इदानीं कर्तृप्रयोगे अन्य किमपि अस्ति? कर्तृप्रयोगे तत्र तान्त्रप्रयोगः प्रयोगं भवितुम् अर्हति. यदा यूयं कर्तृप्रयोगे तान्त्रप्रयोगः कृतान्तप्रयोगः तत्र कर्तृप्रयोगे कुत्र कुत्र अस्ति? अस्तु न महोदय, अत्र तु किं सकर्मकस्ति तत् कारणात् अत्र कर्तृप्रयोगः न भवति. तर्हि कर्तृप्रयोगस्य किं किम् अस्ति? तत् तवतु प्रयोगं भवतु. यदा यूयं चलनचित्रं दृष्टवती. यदा इति सामान्यं वदतु. यदा यूयं चलनचित्रं दृष्टवन्तः तदा अहं निद्रां कृतवान्. सम्यक् अस्ति. भूतकाले इदानीं सति सत्यमी करोतु. युष्मासु चलनचित्रं दृष्टवत्सु. वाह, बहु सम्यक्. दृष्टवत्सु अहं निन्द्रां कृतवान्. युष्मासु चलनचित्रं दृष्टवत्सु अहं निद्रां कृतवान्. अस्तु, इदानीं कर्मणि कर्मणि भवती अत्र यदा अस्माभिः हा यदा न तत्र यूयम् इत्यस्य तत्र तृतीयाविभक्ति यदा युष्माभिः यदा युष्माभिः चलनचित्रं एकनिमिषं पश्यन् न न किं कीदृशं रूपं इच्छति भवान् कर्मणिप्रयोगे किं सम्भवति कर्मणिप्रयोगे किं सम्भवति अत्र कर्मणि प्रयोगे महोदय अत्र अत्र प्रथमतया कृतान्तप्रयोगः कर्तरि अत्र भवति वा कृतान्तप्रयोगः कर्तरि भवति भवति महोदय यथा सकर्मकधातुः अस्ति सकर्मकधातुः अस्ति हा पश्यन् पश्यन् कर्मकधातुः अस्ति सकर्मकः अस्ति सकर्मकः अस्ति तर्हि कृतान्तप्रयोगे कर्तरि भवति वा आम् आं भवति महोदय कृतान्तप्रयोगे सकर्मकधातूनां कर्तरिप्रयोगः भवति कर्तरि कर्मणि अहं क्षमतां महोदय अहं चिन्तितवान् भवान् कर्मणि कर्तरि कृतान्तप्रयोगः न भवति तथा न भवति कृतान्तप्रयोगे कर्तरि न भवति कर्मी भवति वा कर्मणि भवति आम् वदतु यदा यदा यदा युष्माभिः चलनचित्रं पश्यते न न पश्यति इति न किमस्ति दृश् धातुः दृश्यते दृश्यते हा तस्य कृतान्तरूपं दृष्टेषु हा चलनचित्रं दृष्टं खलु यदा यदा अस्मा यदा युष्माभिः चलनचित्रं दृष्टं दृष्टम् अहं निन्द्रां करोमि कृतवान् चलनचित्रं तस्य सति सप्तमी युष्माभिः दृष्टेषु न दृश्येषु सरला भगिनी सहायं करोतु युष्माभिः चलनचित्रे दृष्टे सति अहं निद्रां कृतवान् हा सत्यं युष्माभिः चलनचित्रे दृष्टे सति हा समीचीनमस्ति इदानीं शानच् करोतु भगिनी शानच् भवती युष्माभिः चलनचित्रं दृश्यमाण यदा युष्माभिः चलनचित्रं दृश्यमाणः तदा अहं निद्रां करोमि युष्माभिः चलनचित्रे दृश्यमाणे अहं निद्रां करोमि हा बहु सम्यक् अस्ति हा अस्तु सप्तमं सप्तमवाक्यं कुर्मः अत्र समयस्य अभावे अत्र विद्यापयनी करोतु कृपया यदा वृक्षः कम्पमानः भवति तदा पर्णानि पतन्ति इति अत्र शानजन्तरूपं कर्त्रार्थे अस्ति अकर्मकप्रयोगः अस्ति इदानीम् अत्र कर्तरि कम्प् इति धातुः अकर्मकः अतः अत्र अत्र तान्तरूपं कर्त्रार्थे अपि भवति वृक्षः कम्पितः यदा वृक्षः कम्पितः भवति तदा पर्णानि पतन्ति बहु समीचीनमस्ति अत्र धातुः अस्ति कपि कपि धातुः तत्र नुमागमः भवति कम्पते अकर्मकधातुः अस्ति समीचीनं वृक्षे कम्पते सति हा समीचीनम् अनन्तरम् इदानीम् अत्र तवतु प्रत्ययः कर्त्रार्थे अपि भवति यदा वृक्षितः कम्पितवान् कम्पितवान् भवति तदा पर्णानि पतन्ति वृक्षे कम्पितवती सति पर्णानि पतन्ति इति सति सप्तमी प्रयोगः हा बहु समीचीनमस्ति इति अस्ति कर्मणि कर्मणि अत्र अत्र कर्मणि तान्तरूपं कर्मणि वृक्षेण कम्पितम् इति अकर्मकप्रयोगः अस्ति. भावे प्रयोगः अस्ति. अतः तत्र सति सप्तमी प्रयोगः न भवति. कर्मणि शानच् तत्र वृक्षेण कम्प्यमानं, यदा वृक्षेण कम्प्यमानं भवति तदा पर्णानि पतन्ति. तदपि अत्र भावे प्रयोगे अस्ति इति कृत्वा सति सप्तमी प्रयोगः न भवति. अकर्मकप्रयोगः अत्र अस्तु. बहु समीचीनमस्ति. इदानीं समयः जातः, अन्तिमवाक्यत्रयं तत्र गृहपाठरूपेण सर्वे कुर्वन्ति वा? किं किं सम्भवति इदानीं सर्वे अवगच्छन्ति खलु, नाम तत्र कर्त्रार्थकप्रयोगः कर्मार्थकप्रयोगः किं किम् अस्ति, क्रियाशयः कः इति कृत्वा शत्रन्तप्रयोगः अत्र अस्ति एव. कर्मणि भवति नाम शानच् भवति वा, क्तवतु भवति वा, क्त भवति वा इति कुर्वन्तु. अन्तिमवाक्यत्रयम् अनन्तरम् अग्रिमे सप्ताहे ततः अग्रे किञ्चित् श्रेम. अयम् अभ्यासः सम्यक् अस्ति इति मन्ये, नाम सक्रिय मनः तत्र सक्रियं भवति खलु. अस्तु, एतत् आधारेण अग्रे सरेम अग्रिमे सप्ताहे. धन्यवादः तर्हि सर्वेषां. नमस्कारः. नमस्कारः महोदय. धन्यवादः. धन्यवादः. नमो नमः.